गतसप्ताहे अस्माकं विषयः प्रवर्तमानः आसीत् तत्र णिजन्तधातूनां, तत्र च कुत्र प्रयोज्यकर्तुः द्वितीयविभक्तिः, कुत्र च तृतीयविभक्तिः इति अस्माभिः पठितं. तत्र विशिष्टं सूत्रम् अस्ति, कानिचन च वार्तिकानि अपि सन्ति. ये हि द्वितीयाविभक्तिः विधीयते. इदानीं साधारणतया तत्र किन्तु तत्र बालकः कार्यं करोति, पिता बालकेन कार्यं कारयति. तत्र बालकेन इति तृतीयविभक्तिः प्रश्नः आगतः आसीत्, तस्य सूत्रं किं? तस्य पूर्णरूपेण बोधनार्थं कारकविषयः किञ्चित् अपेक्षितः अस्ति. अग्रे गत्वा अस्मिन्नेव पुस्तके तत्र कारकविषयः आयास्यति. तस्मात् पूर्वं किञ्चिदेव वदामि यत् बालकः कार्यं करोति. बालकः कार्यं करोति इति वाक्ये करोति इत्यस्मिन् ति इति कश्चन प्रत्ययः अस्ति, ति तिङ् प्रत्ययः, तिप् अस्ति ति. अनेन ति प्रत्ययेन बालकशब्दः सूच्यते. वस्तुतः तत्र बालकशब्दः ति करोति इति ति इति प्रत्ययेन तत्र बालकशब्दः उक्तः, कर्ता उक्तः भवति इति उच्यते. तत्र उक्तकर्ता करोति इत्यस्य ति भागेन कर्ता उक्तः अस्ति इति कृत्वा केनचित् वार्तिकेन तत्र प्रथमाविभक्तिः अस्ति. यत्र उक्तकर्ता अस्ति तत्र तत्र किमपि सूत्रं नास्ति, वार्तिकमस्ति, प्रथमाविभक्तिः विद्यते. तत्र साधारणवाक्येषु कर्तरिप्रयोगे यत्र यत्र भवति साधारणवाक्येषु, बालकः विद्यालयं गच्छति, तत्र बालकः इति उक्तकर्ता अस्ति इति कृत्वा प्रथमाविभक्तिः अस्ति. तेषु वाक्येषु बालकः कार्यं करोति, बालकः विद्यालयं गच्छति, तत्र कार्यम् अपि च विद्यालयं तत्र अनुक्तकर्म इति उच्यते. अनुक्तकर्म, बालकः उभयत्र उक्तकर्ता, कर्म इति उभयत्र तत्र अनुक्तं, यतोहि तत्र करोति अथवा गच्छति इत्यस्य ति भागेन कर्मपदं न उक्तम्. इदानीं बालकेन पाठः पठ्यते. बालकेन पाठः पठ्यते. अस्मिन् वाक्ये इदानीं पठ्यते इत्यस्मिन् ते इति भागः अस्ति, ते पठ्यते, ते इति भागेन इदानीं कर्मपदमुक्तमस्ति, न तु कर्तृपदम् इति कृत्वा कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति ते भागे, ते भागेन पठ्यते इति ते तिनेन इति कृत्वा तत्र प्रथमाविभक्तिः अस्ति. यः कर्ता उक्तः अस्ति, यत् कर्म उक्तमस्ति, उभयत्र वार्तिकेन तत्र प्रथमाविभक्तिः अस्ति. पाठः पठ्यते, बालकः गच्छति, उभयत्र प्रथमाविभक्तिः अस्ति. उक्तमस्ति क्रियापदस्य अन्तिमभागेन इति कृत्वा. यत्र कर्तृपदम् अनुक्तम् अस्ति, यत्र कर्तृपदम् अनुक्तमस्ति, तत्र एकं सूत्रमस्ति कर्तृकर्णयोस्तृतीया. अनुक्तकर्तुः कृते अस्ति, उक्तकर्तुः कृते नास्ति। अत्र कारकविषयः अस्ति, निजान्तविषयः नास्ति। किन्तु नाम अत्र तर्हि अत्र अत्र तर्हि बालकेन पाठः पठ्यते इत्यस्मिन् पाठः इति उक्तकर्म इति कृत्वा प्रथमा विभक्तिः, बालकेन इति अनुक्तकर्ता इति कृत्वा पठ्यते इति अस्य ते भागेन तत्र बालकेन इति अनुक्तमस्ति, अनुक्तः कर्ता अस्ति इति कृत्वा तत्र न कापि सूचना, अतः सूत्रम् अपेक्षितमस्ति इति कृत्वा कर्तृकरणयोस्तृतीया इति सूत्रेण तत्र तृतीया विभक्तिः अस्ति। तत्र अनुक्तकर्ता यत्र अस्ति, अनुक्तकर्ता अस्ति। इदानीं बालकः इति सामान्यव्यवस्था, कर्तरिप्रयोगे कर्मणि प्रयोगे च निजन्तविषयः नास्ति खलु। बालकः विद्यालयं गच्छति, तत्र बालकेन तत्र किं भवति कर्मप्रयोगे, जयन्ति भगिनी वदतु। बालकः विद्यालयं गच्छति, बालकः विद्यालयं गच्छति इति कर्तृप्रयोगे, कर्मणि बालकेन विद्यालयं गम्यते, बालकेन विद्यालयं गम्यते, अत्र अस्माकं विद्यालयः गम्यते इति कृत्वा अस्माकं भाषावाग अभ्यासः अस्ति। अत्र उक्तकर्म अस्ति, उक्तकर्म अस्ति इति कृत्वा प्रथमा विभक्तिः अस्ति, उक्तकर्ता अस्ति प्रथमा विभक्तिः, उक्तकर्म अस्ति प्रथमा विभक्तिः इति नियमः अस्ति। अपि च लक्ष्मी भगिनी, अस्माकं साधारणनियमः कः आसीत् कर्तरिप्रयोगकर्मणि च? एकं द्वे एकम् इत्युक्ते कर्तरिप्रयोगे यदि कर्ता प्रथमाविभक्तौ भवति तदनुसृत्य क्रियापदमपि भवति एकं द्वे एकं, कर्मपदं द्वितीय विपरीतत्वेन वक्तव्यमासीत्। कर्तरिप्रयोगे कर्तरिप्रयोगे कर्तरिप्रयोगे कर्तृपदम् अनुसृत्य क्रियापदं भवति, कर्मपदं द्वितीयविभक्तौ भवति। क्रियापदस्य दर्शनेन कर्तरिप्रयोगकर्मणि प्रयोगः इति ज्ञायते अस्माभिः। तर्हि बालकः विद्यालयं गच्छति इति कर्तरिप्रयोगे इति अस्ति इति कृत्वा कर्तृपदस्य का विभक्तिः? प्रथमाविभक्तिः। इति एकमस्ति, इति प्रथमतया अस्ति तत्र क्रियापदं तत्र कर्तरिप्रयोगे इति कृत्वा एकं द्वे एकम् इति कृत्वा कर्तृपदस्य प्रथमाविभक्तिः अस्ति। अपि च यथा भवती उक्तवती तदनुसृत्य क्रियापदस्य वचनं पुरुषः इत्यादिकं वचनं पुरुषः इति भवति। अपि च एकं द्वे एकम् इत्युक्ते द्वे इत्युक्ते द्वे इत्युक्ते कर्मपदं सर्वदा द्वितीयविभक्तौ भवति। एकम् सूत्रमस्ति सर्वेषां मनसि भवेत्, एकं द्वे एकं कर्तरिप्रयोगे एकं द्वे एकं, कर्मप्रयोगे त्रीणि एकम् एकम् इत्युक्ते कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवति, न तु कर्तृपदम् अनुसृत्य, कर्तृपदं सर्वदा द्वितीय तृतीयविभक्तौ भवति। अपि च कर्मपदं सर्वदा प्रथमाविभक्तौ, एकं द्वे एकं त्रीणि एकम् एकम् इति अस्ति। तर्हि कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति, कर्तृपदम् अनुक्तमस्ति इति कृत्वा अनुक्तकर्ता इति कृत्वा तत्र तृतीयविभक्तिः भवति, कर्तृकरणयोस्तृतीया इति सूत्रेण। अस्तु, बहु सम्यक् अस्ति. इदानीं बालकः कार्यं करोति, बालकः कार्यं करोति, पिता बालकेन कार्यं कारयति. अत्र किमस्ति यत् कारयति इति कर्तरिप्रयोगे इति कृत्वा कारयति ति इति अस्ति. इदानीं प्रयोजककर्तुः कर्ता, प्रयोजककर्ता अस्ति उक्तकर्ता, ति इति नेन उक्ता अस्ति, उक्तः कर्ता इति कृत्वा पिता इति प्रथमाविभक्तौ अस्ति. बालकशब्दः तत्र अपि कर्तृत्वमस्ति किन्तु अनुक्तः. अत्र तत्र बालककर्तृत्वम् अनुक्तमस्ति. उक्तं किं? पिता शब्दस्य. यथा पूर्वम् अस्माभिः उक्तं तत्र सामान्यकर्तरिप्रयोगे कर्मणि प्रयोगे, अत्र पिता इति उक्तकर्ता अस्ति इति कृत्वा कारयति इति इत्यस्य ति भागेन उक्तः अस्ति इति कृत्वा प्रथमाविभक्तिः अस्ति. इदानीं बालकेन बालकशब्दः अत्र अनुक्तकर्ता अस्ति इति कृत्वा कर्तृ करणयोः तृतीया विभक्तिः इति सामान्यकारकविषयः. अग्रे गत्वा वयम् इतोपि परिशीलयिष्यामः. समीचीनं वा? अस्तु, अत्र एक एव अंशः अवशिष्टः, अनन्तरं कस्य अभ्यासः भवतु. सङ्गणके अस्माकं करपत्रमस्ति खलु, तत्र सर्वे पश्यन्तु एकवारं करपत्रम् उद्घाटयन्तु. कुत्र अस्ति? अत्र अस्ति करपत्रम् उद्घाटितम्. पेरनाटे निच् परिचयः. आं महोदय. स्क्रीन् रिफ्रेश् कुर्वन्तु न कृतं चेत्. तत्र कश्चन प्रश्नः आगतः आसीत्, विद्यापकिनी पृष्टवती, अस्य उत्तरम् अत्र उपस्थाप्यते. अन्ततो गत्वा इदानीं निजन्तानां कर्मणि प्रयोगः, निजन्तानां कर्मणि प्रयोगः इति लिखितमस्ति. अत्र मीना भगिनी पठतु कृपया. पश्यति वा? अन्वेषणं करोति. अन्तिमभागः राजी भगिनी पठतु कृपया. आं महोदय. विजन्तानां कर्मणि प्रयोगः. विजन्तानां प्रयोगक्षेत्रे सामान्यव्यवस्था अस्ति प्रयोज्यकर्तुः तृतीयाविभक्त्यन्तं रूपं, किन्तु विशिष्टधातूनां प्रयोज्यकर्तुः कर्मसंज्ञा भवति इति कारणतः तेषु स्थलेषु प्रयोज्यकर्तुः रूपं द्वितीयाविभक्त्यन्तम्. सूत्रमस्ति गति बुद्धि प्रत्यवसान अर्थकशब्द कर्म अकर्म अकर्मकारणाम् अनीक कर्ता सरणौ, किन्तु प्रश्नः उदेति. एतावता ज्ञातमस्ति खलु, भवती वदतु अत्र किमस्ति. निजन्तरूपे प्रयोगक्षेत्रे सामान्यतया प्रयोजकर्तु तृतीयाविभक्ति रूपं भवति, किन्तु विशिष्टधातु केचन धातवः सन्ति, तत्र कर्मसंज्ञा भवति इति कारणतः तस्मिन् स्थले प्रयोजकर्तुः रूपं द्वितीयरूपं प्राप्नोति. सूत्रमस्ति धातुः गति बुद्धि प्रत्यवसान अर्थशब्द न सम्यक्तया पठनीयमस्ति. गति बुद्धि प्रत्यवसानार्थ शब्द कर्म कर्म कारणाम् अणि कर्ता च नौ. तत्र कथमस्ति गति बुद्धि प्रत्यवसानार्थ इति एकमस्ति प्रत्यवसानार्थ शब्दक शब्द कर्म अकर्म न शब्दकर्म ओ शब्दकर्म अकर्मकारण एक एकपदं वा अकर्मकारण अकर्मकारण अणि कर्ता स नौ इति सूत्रमस्ति. तत् तत् सूत्रं तत् सूत्रेण प्रयोजकत्वरूपं द्वितीयाविभक्तिः भवति. द्वितीयविभक्तिः अस्ति. अस्तु विद्याभगिनी अग्रे. किन्तु प्रश्नः उदेति कर्मणि प्रयोगे व्यवस्था कीदृशी. एका कारिका अस्ति बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्यकर्मणि अन्येषां नियन्तानां प्रथमभागः अत्र प्रश्नः अस्ति कर्मणि प्रयोगे व्यवस्था कीदृशी प्रयोज्यकर्तुः इति. तत्र एका कारिका वर्तते बुद्धिभक्षार्थयोः शब्दकर्माणां च निजेच्छया. इत्युक्ते यत्र बुद्ध्यर्थकः धातुः भक्षार्थकः धातुः शब्दकर्मकानां तत्र विवक्षानुसारम् इति वा नेच्छया स्वस्य इच्छया निजिच्छया इत्युक्ते निजन्तरूपम् इच्छानुसारम् बुद्धिभक्षार्थयोः शब्दकर्मणां च स्वस्य इच्छया निजस्व खलु तत्र संस्कृतभाषायां तत्र निज इत्युक्ते स्वस्य इच्छया निज इत्युक्ते स्वस्य स्वस्य नाम वक्तुः इच्छया वक्तुः इच्छया तत्र अग्रे उदाहरणानि सन्ति तत्र कर्मपदं कर्मसंज्ञा भवति न वा इति. अपरेषु स्थलेषु प्रयोज्य कर्मणि अन्येषां नियन्तानां लादयः मताः लादयः तत्र लकारः लादयः इति तत्र लकारादयः मताः तस्य लकारः इति उच्यते तत्र. अग्रे पठतु कृपया. अग्रे सूचना संस्कृतभारत्याः कारकपुस्तकात् प्रदर्श्यते. कथनस्य अर्थः एवम् अन्यन्ताव्यवस्थायां यः कर्ता स एव न्यन्तव्यवस्थायां प्रयोज्यकर्म. यथा छात्रः श्लोकार्थं बोधति गुरुः छात्रं श्लोकार्थं बोधयति. द्वितीये वाक्ये छात्रः प्रयोज्यकर्म बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्म अकर्मकाणां च प्रयोज्यकर्मणि प्रधानकर्मणि वा लकारः. एतान् त्रीन् विहाय अन्येषां प्रयोज्यकर्मणि एव लकारः. अत्र अनिजन्तवाक्येषु यः कर्ता अस्ति सः एव निजन्तवाक्येषु प्रयोज्यकर्म. उदाहरणार्थं छात्रः श्लोकार्थं बोधति. छात्रः इति कर्ता अत्र अनिजन्तवाक्यमस्ति छात्रः श्लोकार्थं बोधति. इदानीम् अत्र निजन्तवाक्यमस्ति गुरुः छात्रं श्लोकार्थं बोधयति. अत्र छात्रः प्रयोज्यकर्म इति कृत्वा तस्य द्वितीयविभक्त्यन्तं द्वितीयवाक्ये छात्रः प्रयोज्यकर्म अस्तु बुद्ध्यर्थकस्य समीचीनमस्ति इति सामान्यव्यवस्था. आम् बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्म अकर्मकाणां च प्रयोज्य कर्मणि प्रधानकर्मणि वा लकारः. तर्हि अत्र अत्र कारिका अस्ति, तत्र तया कारिकया अत्र यत्र बुद्ध्यर्थकधातुः भक्षार्थकधातुः शब्दकर्म धातुः अथवा अकर्मकाणां तत्र प्रयोज्यकर्मणि अथवा प्रधानकर्मणि वा लकारः इत्युक्ते अत्र वैकल्पिकम् अस्ति इति वा? हा हा हा हा इति अस्ति. हा यथा यथा पश्येम अग्रे. सुब्रह्मण्यं तत्र अग्रिमवाक्यं महोदय. महोदय अत्र तस्मिन् वाक्ये अकर्मकानाम् अत्र अकर्मकस्य विषयः नास्ति किल महोदय? बुद्ध्यर्थकस्य भक्षार्थकस्य अपि च शब्दकर्मकस्य एव किल, न तु अकर्मकाणां. न शब्दकर्म तत्र शब्दकर्म अनन्तरम् अकर्म अपि अस्ति, अतः पृच्छामि महोदय. हा हा सत्यं शब्दकर्म शब्दकर्मणां तत्र शब्दकर्म यस्य सः इति तत् इति विषयः अस्ति. अग्रे अग्रे पठतु कृपया महोदय. एतान् त्रीन् विहाय अन्येषां प्रयोज्ये कर्मणि एव लकारः. उदाहरणानि अधः. कर्तरि प्रयोगः कर्मणि प्रयोगः. अत्र गुरुः छात्रं श्लोकार्थं बोधयति. कर्तरि प्रयोगे गुरुः छात्रं श्लोकार्थं बोधयति. कर्मणि प्रयोगे अत्र वैकल्पिकः गुरुणा छात्रः श्लोकार्थं बोध्यते. गुरुणा छात्रः श्लोकार्थं बोध्यते. द्वितीयमस्ति गुरुणा छात्रं श्लोकार्थः बोध्यते. लेखनदोषः अस्ति मम तत्र. श्लोकार्थः इति तत्र एकमस्ति एकमस्ति. तत्र प्रथमवाक्ये तत्र छात्रः श्लोकार्थं तत्र समीचीनमस्ति. तत्र द्वितीयवाक्ये श्लोकार्थः अथवा यथा कथञ्चिदपि भवितुमर्हति. अत्र अर्थशब्दस्य प्रायः महोदय पुल्लिङ्गे अपि भवति नपुंसकलिङ्गे अपि भवति, अतः प्रायः समीचीनमेव. परन्तु अस्माकं कृते अत्र पुल्लिङ्गं नयामः चेत् किञ्चित् सौलभ्यं भवति इति चिन्तयामि. अर्थशब्दः नपुंसकलिङ्गे भवति? हा भवति महोदय, पुल्लिङ्गे अपि च. तत्र विषयान्तरमस्ति. इदानीं पुल्लिङ्गे निश्चितरूपेण चिन्तनीयमस्ति, नो चेत् शिक्षा नष्टा. तदेव पुल्लिङ्गे एव. पुल्लिङ्गे एव. अत्र कर्तरीप्रयोगे वयं जानामि, वयं जानीमः अत्र अत्र प्रयोज्यकर्ता प्रथमा विभक्तिः, प्रयोज्यकर्ता अत्र द्वितीया विभक्तिः भवति. किमर्थमित्युक्ते अत्र बुध् धातुः, अत्र सूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ता स णौ इति. तेन सूत्रेण अत्र वयं ज्ञातुं शक्नुमः अत्र अत्र छात्रः प्रयोज्यकर्ता, अतः तस्य कर्मपदं द्वितीया विभक्तिः भवति इति. इदानीं कर्मणि प्रयोगे अत्र इदानीं कारकं वयं दृष्टवन्तः, बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया इति. इत्युक्ते अत्र अत्र प्रयोज्यकर्ता इदानीम् अत्र कर्मणि प्रयोगे प्रयोज्यकर्म भवति, अतः तस्य प्रथमा विभक्ति अथवा द्वितीया विभक्ति द्वौ अपि समीचीनमेव. अतः प्रथमवाक्ये अत्र गुरुणा छात्रः श्लोकार्थं बोध्यते, अत्र प्रयोज्यकर्म प्रथमा विभक्तिः. द्वितीयवाक्ये गुरुणा छात्रं श्लोकार्थः बोध्यते, अत्र प्रयोज्यकर्म द्वितीया विभक्तिः. अत्र प्रमुखतया अवगन्तव्यमस्ति, अद्यतनवर्गस्य आरम्भे मया उक्तमस्ति यत् कर्मणि प्रयोगे कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति, कर्मपदम् उक्तमस्ति, उक्तमस्ति केन? लकारेण, लकारेण, लकारे ते भागेन पाठः पठ्यते, बालकेन पाठः पठ्यते इति कृत्वा ते भागेन कर्मपदम् उक्तमस्ति इति कृत्वा प्रथमाविभक्तिः. कर्मणि प्रयोगे कर्मपदस्य तर्हि तदर्थं प्रयोज्यकर्मणि अन्येषां स्थलेषां ण्यन्तानां लादयः मताः, लकारः तत्र अस्ति. प्रयोज्यकर्मणि अन्येषां ण्यन्तानां लादयः मताः इति लकारः तत्र अस्ति, उक्तकर्म इति कृत्वा प्रथमाविभक्तिः, प्रथमाविभक्तिः इति कृत्वा तत्र अग्रे पश्यतु, तत्र तरुणः वृद्धम् उपवेशयति. तरुणः वृद्धम् उपवेशयति, अत्र अत्र अस्ति कर्मणि प्रयोगे तरुणेन वृद्धः उपवेश्यते इति. अत्र इदानीम् अत्र वृद्धः इति अत्र लकारानुसृत्य अत्र उक्तकर्म भूत्वा तस्य प्रथमा विभक्तिः भवति. हा, अत्र ते इत्यनेन वृद्धः नाम अत्र विकल्पेन नास्ति. हा, प्रयोज्यकर्मणि अन्येषां नियन्तानां लादयः मताः, अत्र प्रयोज्यकर्म अस्ति वृद्धः, तस्य प्रथमाविभक्तिकत्वं भवति निश्चितरूपेण, अत्र विकल्पेन नास्ति. हा, तर्हि अत्र प्रथमवाक्यं पुनः पठित्वा वदतु. गुरुः छात्रं श्लोकं श्लोकार्थं बोधयति. गुरुः छात्रं श्लोकार्थं बोधयति. अत्र ति इति तिङन्तरूपस्य अन्त्यभागः, अत्र उक्त कर्ता अस्ति गुरुः, अतः तस्य प्रथमा विभक्तिः. अनुक्त कर्म अस्ति छात्रः, अतः तस्य द्वितीया. न न न न, अतः छात्रस्य द्वितीयः इति अत्र नागच्छति. अत्र अत्र तृतीया विभक्तिः भवति स्म तेन तर्केण. सूत्रमस्ति विषयः. अस्तु अस्तु, अनुक्त इत्युक्ते अन्यत् विषयः, इदानीं तस्य प्रसङ्गः नास्ति इदानीम् अत्र. नाम सिद्धान्तः सिद्धान्तः अस्ति, किन्तु अत्र अपवादभूतत्वेन तत्र सूत्रमस्ति इति कृत्वा द्वितीया विभक्तिः, नो चेत् तृतीया भवति स्म. खलु, इदानीम् अस्मिन् वर्गे तु तत् सूत्रं किम् इति वयं न दृष्टवन्तः किल महोदय? किं सूत्रम्? अत्र छात्रम् अनुक्तकर्म अस्ति भूत्वा अत्र द्वितीया भवति इति तत् वयं न दृष्टवन्तः, परन्तु अत्र अनुक्तकर्म अस्ति एव, प्रायः प्रथमा भवति, परन्तु अन्येन सूत्रेण अत्र द्वितीया. एकनिमेषः, अत्र पिता बालकेन कार्यं कारयति इति अस्ति इति कृत्वा तत्र प्रयोज्य कर्म इति नास्ति, कर्ता अस्ति. कर्ता अस्ति, न तु कर्म. बालकेन कार्यं कारयति, सामान्य साधारणसिद्धान्तः अस्ति, पिता बालकेन कार्यं कारयति इति. तत्र उक्तकर्ता, उक्तः कर्ता अस्ति पिता, अनुक्त तत्र कर्तृप्रयोगः अस्ति खलु, कर्तृपदद्वयमस्ति अत्र, कर्तृपदद्वयमस्ति. पिता इति उक्तः कर्म, उक्तः कर्ता अस्ति, बालकः इति अनुक्तकर्ता अस्ति, अनुक्तकर्ता इति कृत्वा कर्तृकरणयोस्तृतीया तिने तृतीया विभक्तिः, अनुक्तकर्तुः. कर्मणि प्रयोगे अपि भवति, बालकेन पाठः पठ्यते, तत्र बालकस्य तत्र पठ्यते इति ते भागेन तत्र अनुक्तकर्ता अस्ति, अनुक्तकर्ता अस्ति इति कृत्वा यत्र कर्ता अनुक्ता अस्ति तत्र तृतीयविभक्तिः इति सामान्यमस्ति. परन्तु अत्र प्रथमभागे महोदय गुरुः छात्रं श्लोकार्थं बोधयति, अत्र गुरुः उक्तकर्ता अस्ति, अतः छात्रमिति तृतीयविभक्तिः इति भवति स्म इति भवति स्म, किन्तु विशिष्टसूत्रमस्ति, विशिष्टसूत्रमस्ति, तद्वयं न दृष्टवन्तः इदानीं. न सूत्रमस्ति गतिभूति प्रत्यवसानात् इति द्वितीयविभक्ति शब्दकर्म, अत्र अत्र कर्मणि प्रयोगविषये नास्ति वा महोदय, बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया. न किन्तु वाक्यं किं, गुरुः छात्रं श्लोकार्थं बोधयति खलु वाक्यं, गतिबुद्धि. इदानीं सम्यक् महोदय, अवगच्छामि, गतिबुद्धि प्रत्यवसान तादृश तदस्ति अत्र सूत्रम्. अस्तु महोदय, मम भ्रमः प्रथमवाक्य अत्र छात्रमिति प्रयोज्य कर्ता अस्ति भूत्वा गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अनि कर्ता स नौ इति एतेन सूत्रेण अत्र छात्रमिति विद्याविभक्तो भवति. इदानीं कर्मणि प्रयोगे सर्वे अवगच्छन्ति खलु, सर्वे अवगच्छन्ति खलु, साधारणतर्केण तृतीयाविभक्तिः भवति स्म, सर्वे अवगच्छन्ति वा? राजेन्द्रमहोदय वदतु एकवारम्. आम् आं महोदय, चिन्तयामि इदानीम् अत्र किम् अस्ति, गुरुः छात्रं श्लोकार्थं बोधयति, अत्र तु प्रथमतया वदतु, पिता बालकेन कार्यं कारयति, तत्र किं वदतु? अत्र तु पिता तु उक्त उक्तकर्ता अस्ति, तत्र कारयति तत् क्रियापदं क्रियापदम् अस्ति प्रथमविभक्तौ, बालकेन प्रथमविभक्तौ क्रियापदं, न न न क्षम्यतां, न तथा न तथा न तथा न बालकेन क्रियापदं कर्तरिप्रयोगे अस्ति, कर्तरिप्रयोगे अस्ति इति कृत्वा ति भागेन भागेन कार्यति इति सति कार्यति इति भागेन किं कार्यते इत्युक्ते कर्तरिप्रयोगः अस्ति अत्र बालकेन, अत्र सामान्यतया तृतीयविभक्त्या भवति भवति तत् अनुक्त अनुक्तकर्ता अस्ति, तत् कारणात् तत् बालकेन कार्यं कारयति. परन्तु यदा अस्माकं श्लोकः अस्ति गति बुद्धि क्रमेण वक्तव्यमासीत्, पिता बालकेन कार्यं कारयति इत्यस्मिन् वाक्ये प्रथमतया किं कारयति इति कर्तरिप्रयोगे, कर्तरिप्रयोगे इति कृत्वा ति भागेन कर्तृपदं सूच्यते, अतः पिता इति उक्तकर्म अस्ति, उक्तः कर्ता अस्ति इति कृत्वा प्रथमाविभक्तिः अस्ति ति इत्यस्य बलेन, ति इति भागस्य बलेन पिता इत्यस्य प्रथमाविभक्तिः अस्ति. इदानीं बालकेन बालक इति अपि कर्ता अस्ति, किन्तु स च कर्ता अनुक्ता अस्ति, यतोहि ति इत्यनेन न सूच्यते बालकशब्दः इति कृत्वा कर्तृकरणीयोस्तृतीय इत्यनेन तृतीयविभक्तिः इति सामान्यनियमः सर्वत्र अस्ति, सामान्यनियमः सर्वत्र अस्ति, अत्र तथा नास्ति. किमर्थं अत्र अस्माकं श्लोकः अस्ति अपादभूतश्लोकः अस्ति गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मका नाम नाम अनि अनिकर्ता स नौ तत् तत् कारणात् तत्र छात्रा बोधयति, तत्र तु बुद्धि बुद्धिअर्थक प्रयोगः अस्ति, बुद्धिअर्थक क्रियापदम् अस्ति, तत् कारणात् तत्र द्वितीय भवति, तत्र छात्रं गुरुः छात्रं श्लोकार्थं बोधयति कर्तरिप्रयोगे. हा तस्य विशिष्टसूत्रेण अपवात् भूतत्वेन तत्र कर्मसंज्ञा भवति द्वितीयविभक्तिः, नो चेत् तृतीयविभव अनुक्तकर्ता इति कृत्वा तृतीयविभक्तिः भवति स्म, खलु? हा अस्तु, समीचीनमस्ति. इदानीं सुब्रह्मण्यं, तत्र तत्र कर्मणिप्रयोगे किमस्ति अत्र? कर्मणिप्रयोगे इदानीं गुरुणा छात्रः श्लोकार्थं बोध्यते इति, अत्र छात्रः बोध्यते इति अस्ति, ते इति अस्ति अत्र. अत्र छात्रः इति उक्त कर्ता अस्ति, अतः तस्य प्रथमा विभक्तिः. सत्यम्. इदानीम् अत्र गुरुणा छात्रं श्लोकार्थः बोध्यते. इदानीमत्र वयम् इदानीमेव अत्र कारक अत्र किमस्ति तत्र उपरि यत् वाक्यमस्ति तत् पठतु एकवारं. बुद्ध्यार्थकस्य भक्षार्थकस्य बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्माणाञ्च प्रयोज्य कर्मणि प्रधानकर्मणि व लकारः. इत्युक्ते अत्र इदानीमत्र धातुः बुध् अस्ति, अतः बुद्ध्यर्थक विषयः. अत्र प्रयोज्ये कर्मणि प्रधानकर्मणि व लकारः इत्युक्ते कर्मणि प्रयोगे अत्र कर्मणि प्रयोगे प्रयोज्यकर्म. हा, गुरुणा छात्रः श्लोकार्थं बोध्यते इत्यस्मिन् छात्रः कर्ता वा न? महोदय, गुरुणा इति अत्र अनुक्तकर्ता अस्ति भूत्वा तस्य तृतीया भवति. छात्रः इति अत्र प्रधानकर्म वा लकारः वा तदाधारेण भवति इति. इत्युक्ते अत्र प्रधानकर्म इति नास्ति, अत्र प्रयोज्यकर्म इति वक्तव्यमस्ति. प्रयोज्यकर्म अस्ति, परन्तु प्रयोज्यकर्म इत्यस्य रूपं कथं भवति इत्युक्ते अत्र लकारस्य आधारेण अथवा अत्र प्रधानकर्मणि इत्युक्ते किं महोदय? इदानीं श्लोकार्थः अत्र निश्चिततया कस्मिन्नपि वाक्ये अत्र श्लोकार्थ इति प्रधानकर्म अस्ति, छात्र इति प्रयोज्यकर्म अस्ति. अत्र विकल्पं केवलं नामकरणमस्ति. अत्र छात्रशब्दः प्रयोज्यकर्म अस्ति, श्लोकार्थ इति प्रधानकर्म नाम मुख्यतया यत् कर्म अस्ति तत्र श्लोकार्थः. हा, इदानीम् अवगच्छामि महोदय. अत्र लकारः कस्य भवति, लकारस्य आधारेण कस्य रूपम् अत्र प्रथमाविभक्तौ भवति इत्युक्ते अत्र प्रयोज्य यतोहि कर्मणि प्रयोगे त्रीणि एकमेकमस्ति. त्रीणि एकमेकमस्ति, कर्मपदस्य प्रथमाविभक्तिकत्वमस्ति इति नियमः. कस्य अत्र इदानीं प्रश्नः वदतु. अत्र इदानीमत्र प्रधानकर्मश्लोकार्थ अस्ति, अतः तस्य विकल्पेन लकाराधारेण प्रथमाविभक्ति भवति. अन्यत् अस्ति अत्र प्रयोज्यकर्म अपि लकारस्य आधारेण प्रथमाविभक्तिः भवति. इति कृत्वा छात्र इति कर्म इति प्रयोज्यकर्म अस्ति, विकल्पेन लकारः भवति चेत् तस्य का विभक्तिः? लकारः भवति चेत् छात्र इत्यस्य प्रथमा विभक्ति भवति. अन्यदस्ति श्लोकार्थ इति प्रधानकर्म अस्ति, विकल्पेन तस्य प्रथमा विभक्ति भवति. अत्र द्वे अपि एकस्मिन् वाक्ये प्रथमा विभक्तौ न भवतः किल महोदय? एकमेव अत्र. अत्र सर्वे अवगच्छन्ति तत्र लेखनदोषः अस्ति द्वितीयभागे. तत्र श्लोकार्थः इति एव भवेत्, गुरुणा छात्रं श्लोकार्थः बोध्यते इति द्वितीयवाक्यं. सर्वे अवगच्छन्तु श्लोकार्थः अस्तु बहु समी सरला भगिनी वदतु किम् अवगतं भवत्या अत्र कर्तरिप्रयोगे गुरुः छात्रं श्लोकार्थं बोधयति तत्र गुरुः कर्तृ उक्त श्रूयते महोदय गुरुः उक्तपदम् अस्ति टी भागस्य कृते तस्य सम्बन्धः भवति छात्रम् अस्ति अनुक्तं कर्तृपदं तस्य द्वितीया विभक्तिः भवति विशेषसूत्रं गति बुद्धि प्रत्यासनार्थ शब्दकर्म कर्माणा अणि कर्ता सर्वौ इति कारणेन तस्य द्वितीया विभक्तिः भवति अथवा सामान्यतया छात्रेण तृतीया विभक्ति अनुक्तकर्तुः इति भवति कर्मणि प्रयोगे गुरुः गुरुणा तृतीया विभक्ति भवति अनुक्त कर्ता अस्ति छात्रः अत्र उक्तकर्ता भवति तस्य सम्बन्धः भवति बोध्यते अत्र कर्ता इति नास्ति पुनः इदानीं कर्मणि प्रयोगः अस्ति पुनः वदतु अत्र किं छात्रः भवति कर्मपदस्य प्रथमा विभक्ति भवति कर्मणि अत्र इदानीं कर्तरिप्रयोगे उक्तकर्ता अनुक्तकर्ता इति विषयः इदानीं कर्मणि प्रयोगे तत्र कर्म इति विषयः उक्तकर्म अस्ति उक्तकर्म द्वे प्रकारे स्तः छात्र भवति प्रयोजकर्म श्लोकार्थ भवति प्रधानकर्म तयोः प्रथमा विभक्ति भवेत् वा द्वितीया विभक्ति भवेत् विवक्षा निज इच्छया भवति सो प्रथमवाक्यं गुरुणा छात्रश्लोकार्थं बोध्यते अत्र प्रयोज कर्ता तस्य विभक्ति प्रयोजकर्म अत्र अयं दोषः क्रिटिकल् दोषः अस्ति बहु महत्वपूर्णदोषः अस्ति नाम तत्र एवमेव नाम तत्र सिद्धान्तः अत्र अस्ति त्रीणि एकमेकं कर्मपदस्य प्रथमा विभक्ति भवति कर्मणि प्रयोगे अनुक्तकर्मणः प्रथमाविभक्तिः अनुक्तकर्मणः द्वितीयविभक्तिः उक्तकर्मणः प्रथमाविभक्तिः अस्ति कर्तरिप्रयोगे उक्तकर्तुः प्रथमाविभक्तिकत्वम् उक्तकर्तुः कर्मणि प्रयोगे उक्तकर्मणः प्रथमाविभक्तिः अस्ति यथा बालकेन पाठः पठ्यते अत्र पाठः इति उक्तकर्म अस्ति इति कृत्वा प्रथमाविभक्तिः अस्ति यथा कर्तरिप्रयोगे उक्तकर्तुः प्रथमाविभक्तिः कर्मणि प्रयोगे उक्तकर्मणः प्रथमाविभक्तिः अस्ति अस्तु अत्र च नियन्तप्रयोगे तत्र त्रिषु स्थलेषु विकल्पेन यः कर्म उक्तः अस्ति उक्तं कर्म विकल्पेन भवति प्रयोजकर्मणः अथवा प्रधानकर्मणः गुरुणा छात्रश्लोकार्थं बोध्यते अत्र उक्तकर्म प्रयोजकर्म भवति गुरुणा छात्रकर्म तत्र कर्म नकारान्तशब्दः अस्ति कर्म गुरुणा छात्रं श्लोक अर्थः बोध्यते अत्र उक्तकर्म द्वितीया विभक्तिः अस्ति किन्तु प्रधानकर्म प्रथमाविभक्त्याम् अस्ति न उक्तकर्म उक्तकर्म सर्वदा प्रथमाविभक्तौ अस्ति उक्तकर्म इति सिद्धान्ततया अवगन्तव्यमस्ति यत् बालकेन बालकेन पाठः पठ्यते तत्र कर्म उक्त अस्ति ते उक्त इत्युक्ते किम् उक्त इत्युक्ते लकारेण सम्बद्धः अस्तु लकारेण सम्बद्धशब्दः पाठः पठ्यते ते इत्यस्य सम्बन्धः भवति तत्र पाठशब्देन सह अस्तु सम्बन्धः यत्र ते अपि च कर्म तत्र कर्मणि प्रयोगे कर्मपदेन अपि च ते भागेन तत् यत्र सम्बन्धः अस्ति तत्र प्रथमाविभक्तिः अस्ति इति साधारणव्यवस्था अस्तु कर्मप्रयोगे त्रीणि एकमेकं कर्मपदस्य प्रथमाविभक्तिकत्वं कस्य बलेन ते भागस्य बलेन अस्तु अस्तु श्रीचं वा इदानीं मेहुलमहोदय एकवारं महोदय एक किञ्चित् मनसि संशयनं मा भवेत् तत् प्रश्नः अस्ति यदा कर्मणि प्रयोगः अस्ति तत्र कर्ता उक्तकर्ता अनुक्तकर्ता तत्र न वदनीयं तत् तत् अनुक्तकर्म उक्तकर्म एव वदनीयं तत् नाम उक्त इत्युक्ते किम् उक्त कः अर्थः स्पष्टतया बोधयति कः कर्म कः उक्तशब्देन तत्र कर्म तत्र क्रियापदं यत् अस्ति तस्य कर्मणि प्रयोगे ते इति भागः भवति सर्वत्र कर्मणि प्रयोगे उक्तकर्म इत्युक्ते ते इति भागेन तत्र स च कर्मशब्दः उक्तः अस्ति सूचितः अस्ति सम्बद्धः अस्ति अस्तु अस्तु महोदय उक्तः अस्ति चेत् प्रथमाविभक्तिः अस्तु मेहुल महोदय वदतु एकनिमिषं महोदय मेहुल महोदय वदतु अत्र प्रथमतया कर्तरि प्रयोगे सामान्यनियमः अस्ति प्रयोजककर्ता उक्तः अस्ति ति भागस्य बलेन अतः प्रयोजककर्ता प्रथमाविभक्ति अनन्तरं प्रयोज्यकर्ता अनुक्तः कर्ता अस्ति अतः तृतीयविभक्ति यथा पिता बालकेन इति सामान्यनियमः वा द्वितीयविभक्तिः न सामान्यनियमः एकं द्वे एकम् अतः प्रयोजककर्ता अनुक्तः अस्ति अतः द्वितीयविभक्ति परन्तु एकनिमेषः एकं द्वे एकं तत्र निजन्त प्रेरणार्थे नेच्छति अत्र प्रसङ्गः नास्ति इदानीं नाम बालकः पुस्तकं पठति बालकः पुस्तकं पठति अत्र पठति इति ति भागेन बालकशब्दः उक्तः सूचितः इति कृत्वा प्रथमाविभक्तिः उक्तकर्ता अनन्तरं इदानीं पिता बालकेन कार्यं कारयति तत्र बालकेन इति प्रयोज्यकर्ता अनुक्त अस्ति अतः तृतीयविभक्ति न सर्वे शृण्वन्तु अत्र नियम सर्वे लिखन्तु प्रमात्मकविषयः इति पश्यामि अत्र कर्तरिप्रयोगे उक्तः कर्ता प्रथमाविभक्तौ भवति कर्तरिप्रयोगे उक्तः कर्ता प्रथमाविभक्तौ उक्त इति कुत्रापि भवति चेत् तत्र प्रथमाविभक्तिः उक्त इत्युक्ते प्रथमाविभक्तिः क्रियापदेन उक्तः इति कृत्वा प्रथमाविभक्तिः अस्ति कर्तरिप्रयोगे उक्तकर्ता प्रथमाविभक्तौ अस्ति विभक्तौ अस्ति कर्मणि प्रयोगे उक्तकर्मणः प्रथमाविभक्तिः अस्ति तर्हि इदानीं बालकः पुस्तकं पठति इति विषये तत्र ति इत्यनेन बालकः सूचितः इति कृत्वा प्रथमाविभक्तौ अस्ति कर्म अनुक्तमस्ति अत्र बालकः पुस्तकं पठति इति अस्मिन् वाक्ये बालक तत्र अनुक्तम् इत्युक्ते ति इति भागेन तत्र कर्मपदं न सूचितमस्ति इति कृत्वा पुस्तकम् अनुक्तमस्ति, अतः द्वितीयविभक्तिः अस्ति, द्वितीयविभक्तिः अस्ति. यत्र कर्मपदम् अनुक्तमस्ति, कर्मपदं सर्वत्र, यत्र कर्मपदम् अनुक्तमस्ति तत्र द्वितीयविभक्तिः अस्ति, यत्र उक्तमस्ति तत्र प्रथमाविभक्तिः अस्ति. कर्तरिप्रयोगे कर्मपदं कदापि उक्तं न भवति इति कृत्वा सर्वदा द्वितीयविभक्तिः अस्ति. कर्तरिप्रयोगे कर्मपदं न कदापि उक्तं, केवलं कर्तृपदम् उक्तमस्ति इति कृत्वा तस्य प्रथमाविभक्तिः अस्ति. कर्मणि प्रयोगे क्रियपदेन तत्र कर्मपदम् उक्तमस्ति, उक्तं चेत् प्रथमाविभक्तिः. स्पष्टं वा? अथवा भ्रमः इदानीं अस्माकं किं नाम विषयः नष्टः वा अथवा स्पष्टं जातम्? अत्र वस्तुतः कारकविषयः अग्रे गत्वा एतत् सर्वं करिष्यामः. गते सप्ताहे प्रश्नः आगतः आसीत् इति कृत्वा अहं चिन्तयामि स्म यत् अस्तु भवतु. सर्वे अवगच्छन्तु एकवारम्, इदानीं तावत् उक्तमस्ति, बालकः पुस्तकं पठति. क्रमेण पश्येम एकवारं. बालकः पुस्तकं पठति, अस्मिन् पठति इति क्रियपदेन तत्र ति इति भागेन कर्तृपदं सूचयति, तदर्थं सूचयति इति कृत्वा तदनुसृत्य तत्र सम्बन्धः अस्ति. बालकाः पुस्तकं पठन्ति, तत्र सम्बन्धः अस्ति. बालकाः पठन्ति, बालकः पठति, तत्र कर्मपदं तत्र सर्वदा पुस्तकमेव भवति. पुस्तकं क्रियापदेन तत्र न कोऽपि सम्बन्धः तादृशम् इति कृत्वा नाम पुस्तकानि सन्ति चेत् बालकः पुस्तकं पठति, बालकः पुस्तकानि किं पठति, तत्र पठति इति क्रियपदं बालकेन सह तत्र सम्बद्धः न तु कर्मपदेन, खलु? तदर्थं तत्र सम्बन्धः अस्ति इति कृत्वा यत्र येन सह तत्र सम्बन्धः तत्र किं वक्तव्यमस्ति, तत्र उक्तः अस्ति. उक्तः इति चेत् प्रथमाविभक्तौ. कर्तरिप्रयोगे कर्तृपदम् उक्तमस्ति इति कृत्वा प्रथमाविभक्तौ अस्ति. कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति, केन? क्रियपदेन इति कृत्वा प्रथमाविभक्तिः. यत् पदम् उक्तमस्ति तस्य प्रथमाविभक्तिः अस्ति. उक्तं केन? क्रियापदेन. तर्हि बालकः पुस्तकं पठति इत्यस्मिन् पठति इति भागेन तत्र कर्तृपदं सूचितमस्ति इति कृत्वा बालकस्य प्रथमविभक्तिगत्वं भवति. बालकः पुस्तकं पठति, कर्मपदम् अनुक्तम्, अतः प्रथमाविभक्तिः नास्ति. यत् पदम् उक्तमस्ति, सर्वेषां मनसि भवतु, यत् पदम् उक्तमस्ति तस्य का विभक्तिः? प्रथमाविभक्तिः. यत् पदम् उक्तं केन? क्रियापदेन. उक्तम् इत्युक्ते क्रियापदेन उक्तम्. उक्तमिति चेत् प्रथमाविभक्तिः. कर्तरिप्रयोगे कर्तृपदम् उक्तम् इति कृत्वा प्रथमाविभक्तिः अस्ति. तत्र कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति चेत् इति कृत्वा तत्र तस्य प्रथमाविभक्तिकत्वं भवति. बालकः पाठं पठति, पाठं पठति, अत्र कः शब्दः उक्तः अस्ति? राजेन्द्रं वदतु. बालकः पाठं पठति. बालकः पाठं पठति, अत्र कः शब्दः उक्तः? अत्र तु बालकः कर्ता अस्ति, यथा पठति इति बलेन तत्र प्रथमविभक्ति बालकः. अत्र कर्तृपदम् उक्तमस्ति क्रियापदेन. कर्तृपदम् उक्तमस्ति इति कृत्वा तस्य कर्तृ प्रथमाविभक्तिः अस्ति. अतः बालकः पाठं पठति. इदानीं कर्मप्रयोगे किमस्ति, कर्मप्रयोगे किमस्ति इति मीना भगिनी वदतु. बालकेन पाठं पठ्यते. न, बालकेन जगन्नाथमहोदय वदतु. पाठः पठ्यते, बालकेन पाठः पठ्यते. हा, जगन्नाथमहोदय वदतु. बालकेन पाठः पठ्यते. किमर्थम्? अत्र कर्मणि प्रयोगे कर्म एव उक्तः भवति. उक्तं चेत् का विभक्तिः? उक्तं चेत् प्रथमा विभक्ति. हा, यत् पदम् उक्तं तत् प्रथमा विभक्तिः अस्ति, प्रथमा भक्तौ अस्ति. कर्तृप्रयोगे कर्ता उक्तः अस्ति इति कृत्वा प्रथमा विभक्तिः अस्ति. कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति इति कृत्वा तस्य प्रथमा विभक्तिकत्वं भवति. स्पष्टम् इति प्रथमसोपानमस्ति, प्रथमं सोपानमस्ति. बालकः पाठं पठति. हा, इदानीम् इदानीम् इति प्रथमसोपानम्. इदानीं पिता बालककार्यं कारयति. मेहुलमहोदय वदतु इदानीम्. अतः पिता बालकं कार्यं कारयति, बालकेन कार्यं. हा हा, वाक्यं किं भवति? पिता बालकेन कार्यं कारयति. हा, अत्र अत्र कारयति इति कर्तरिप्रयोगः वा कर्मणिप्रयोगः वा? कर्तरिप्रयोगः इति चेत् कस्य कः शब्दः उक्तः? कर्तृकर्म वा कर्तृकर्म वा? कर्त. हा, यः यः शब्दः उक्तः तस्य का विभक्तिः भवति? हा, तर्हि पिता अत्र अस्मिन् वाक्ये तत् वाक्यं किमस्ति? पिता पिता बालकेन कार्यं कारयति. हा, अत्र कः कर्ता उक्तः अस्ति? भागेन प्रयोजककर्ता पिता इति पदम् उक्तः कर्ता अस्ति. प्रयोजक इति उक्तं खलु, प्रयोजककर्ता. प्रयोजककर्ता, अतः प्रथमाविभक्ति. अतः प्रथमाविभक्तिः. यत्र यत्र उक्तः अस्ति कर्तृप्रयोगे कर्तृपदं, कर्मणिप्रयोगे कर्मपदं, तत्र प्रथमाविभक्तिः अस्ति. इदानीं कर्तृपदं यत्र यत्र अनुक्तमस्ति तत्र साधारणनियमः कः? कर्तृपदम् अनुक्तमस्ति चेत् कर्तृपदम् अनुक्तम् अस्ति चेत् तृतीयाविभक्तिः अस्ति. कर्तृपदम् अस्ति किन्तु अनुक्तं, तर्हि का विभक्तिः? तृतीयाविभक्ति. कर्तृकरणयोस्तृतीया इति सूत्रेण तृतीयाविभक्तिः. कर्तृपदं नियमः कः? कर्तृपदम् उक्तं चेत् प्रथमाविभक्तिः, अनुक्तं चेत् तृतीयाविभक्तिः. कर्मपदम् उक्तं चेत् प्रथमाविभक्तिः, अनुक्तं चेत् द्वितीयाविभक्तिः. इति सर्वत्र साधारणनियमः. कर्तृपदम् उक्तं चेत् प्रथमाविभक्तिः, अनुक्तं चेत् तृतीयाविभक्तिः. कर्मपदम् उक्तं चेत् प्रथमाविभक्तिः, अनुक्तं चेत् द्वितीयाविभक्तिः. तदनुसृत्य अग्रे गन्तव्यं. तर्हि पिता बालकेन कार्यं कारयति. अत्र उक्तः कर्ता कः? उक्तः कर्ता पिता. पिता प्रथमाविभक्तिः. अनुक्तकर्ता कः? अनुक्तकर्ता बालकेन, अतः तृतीयाविभक्तिः. तृतीयाविभक्तिः अस्ति. हा, अत्र कर्तरिप्रयोगे कर्मपदं सर्वदा अनुक्तमस्ति इति कृत्वा द्वितीयाविभक्तिः. कर्मणि प्रयोगे कर्मपदम् उक्तमस्ति इति कृत्वा प्रथमाविभक्तिः. किन्तु इदानीं निजान्त तत्र स्थले तत्र कर्मपदद्वयम् अर्हति. तर्हि किं पदम् उक्तम् इति द्रष्टव्यमस्ति. यत् पदं यत् कर्मपदम् उक्तमस्ति कर्मणि प्रयोगे निजान्तप्रसङ्गे तत्र प्रथमाविभक्तिः. यत् कर्मपदम् अनुक्तमस्ति यथा सामान्यं द्वितीयः विभक्तिः. स्पष्टं वा? इदानीं किन्तु किञ्चित् भिन्नमस्ति, यतोहि अत्र विशिष्ट इति सामान्यमस्ति. नाम अस्तु, इदानीं किमस्ति, पिता बालकेन कार्यं कारयति. तर्हि इति चेत् तस्य कर्मणि प्रयोगे किम् अस्ति? अहं न जानामि महोदय, कर्मणि प्रयोगे विद्याभगिनी वदतु. पिता बालकेन कार्यं कारयति इति कर्तरिप्रयोगे, अत्र कर्मणि प्रयोगे पित्रा बालकः कार्यं कार्यते इति अस्ति. हा, किमर्थम् अत्र अत्र निजन्तवाक्यमस्ति, अत्र विशिष्टस्थलं नास्ति, तत्र बुद्धिपक्ष शब्दकर्म नास्ति, अतः अत्र अत्र बालकः इति प्रयोज्यकर्म, कार्यम् इति प्रधानकर्म, अत्र प्रयोज्यकर्म तस्य एव लकारः भवति. नाम उक्तः लकारेण उक्तः लकारेण उक्तः इति कृत्वा तत्र बालकः प्रयोज्य कर्म तस्य प्रथमा विभक्तिः भवति. हा, इति अस्ति. हा, बहु समीचीनमस्ति. तर्हि इदानीं द्वितीयवाक्यं पश्येम. इदानीं मीना भगिनी द्वितीयवाक्यं पठतु कृपया. माता माता शिशुं ओदनं भोजयति. माता वदतु. कर्तरिप्रयोगः माता इति उक्तकर्ता प्रथमाविभक्तौ अस्ति. प्रयोज्य ओदनम् इति कर्म द्वितीयविभक्तौ अस्ति कर्तरिप्रयोगे. अनुक्तमस्ति, अतः द्वितीया विभक्तौ अस्ति. शिशुम् इति साधारणतया तृतीय अनुक्तकर्ता अस्ति, साधारणतया तृतीया भवति, परन्तु गत्य सूत्रे गतिबुद्धि अवसानसूत्रे शिशुम् इति द्वितीया भवति. बहु समीचीनमस्ति, बहु सम्यक् अस्ति, तदेव अस्ति. अत्र माता इति उक्तकर्ता अस्ति इति कृत्वा कर्तृपदम् अस्ति इति कृत्वा तत्र प्रथमाविभक्तौ अस्ति. शिशुशब्दः अनुक्तकर्ता अस्ति इति कृत्वा तृतीयविभक्तौ भवति स्म, किन्तु विशिष्टसूत्रेण द्वितीयविभक्तिः. ओदनम् इति अनुक्तकर्म इति कृत्वा द्वितीयविभक्तिः. अस्तु, कर्मणि प्रयोगे मात्रा शिशुः ओदनं भोज्यते. कर्मणि प्रयोगे कर्ता अनुक्तमस्ति, अतः तृतीया भवति. कर्मपदमस्ति अत्र शिशुशब्दः कर्तृपदं वा कर्मपदं वा? कर्मपदम्. इति अस्ति, बहु सम्यक् अस्ति. इदानीं तत्र प्रथमे वाक्ये कर्तृप्रयोगे तत्र माता शिशुम् ओदनं बोधयति, तत्र शिशु इति प्रयोज्यकर्ता. अत्र कर्मणि प्रयोगे सैव तत्र कर्मणिप्रयोगे प्रयोज्यकर्म अस्ति, अपि च प्रधानकर्म अस्ति. साधारणकर्मपदं यत् तत्तु प्रधानकर्म अस्ति. इदानीं यः प्रयोज्यकर्ता आसीत् इदानीं प्रयोज्यकर्म इति जातम्. अस्तु, अग्रे वदतु सम्यक्. प्रयोज्यकर्म अस्ति शिशुः. तत् न उक्तमस्ति, अतः मात्रा शिशुम् ओदनः भोज्यते इति साधारणरूपम्. परन्तु भोज्यते इति विशिष्टधातुः अस्ति, अतः प्रयोज्य अतः भोज्यते इति यथा उक्तकर्म भवति तथा एव शिशु अपि भवन्तुं शक्नोति स्वेच्छया, अतः शिशुः इति प्रथमाविभक्तौ भवति. अत्र अत्र अत्र डिफाल्ट् किमस्ति, अत्र साधारणनियमः कः? शिशु इति द्वितीयविभक्तौ इति द्वितीयविभक्तवती न. ओ, अत्र साधारणनियमः कर्मणि प्रयोगे, अत्र साधारणनियमः कः? साधारणनियमः बालसुब्रह्मण्यम् अत्र अवगच्छति वा, वदति वा? यद् उक्तं तत् प्रथमः इति सर्वत्र अस्ति, इति सर्वत्र अस्ति. अत्र श्लो विद्याभगिनी पठितवती, तत्र काशिका तत्र अस्ति, कश्चन श्लोकः अस्ति, अनेन किम् उक्तमस्ति? पठतु कृपया. द्वितीयपङ्क्तिं. प्रयोज्य कर्मण्येषां ण्यन्तानां लादयो मताः. अस्य अर्थः कः? प्रयोज्य कर्मणि ला अकार यथा उक्तकर्म भवति तदा एव भवन्तुं शक्नोति. भवति एव भवितुं शक्नोति इति न, भवति एव. अत्र नियन्त्रप्रसङ्गे तत्र प्रधानकर्मपदमस्ति, प्रयोज्यकर्मपदमस्ति. तर्हि कयोः द्वयोः मध्ये कयोः लकारेण सह सम्बन्धः स्यात्? यस्य लकारसम्बन्धः तस्य प्रथमाविभक्तिः भविष्यति. यस्य लकारेण सम्बन्धः कर्मणि प्रयोगे उक्तकर्मणः उक्तकर्म, उक्त इत्युक्ते प्रथमाविभक्तिः, कर्तरि अपि कर्मणि अपि यत्र अस्ति. कर्तृप्रयोगे कर्ता इति उक्त इति कृत्वा प्रथमाविभक्तिः, कर्मप्रयोगे कर्म इति उक्तमिति कृत्वा प्रथमाविभक्तिः अस्ति. तर्हि यस्य यः यत् पदम् उक्तमस्ति तत् प्रथमाविभक्तिः भवति लकारेण सह सम्बन्धः इति कृत्वा. अत्र प्रयोज्यकर्मणि अन्येषां तत्र बुद्धिभक्ष भक्षार्थयोः शब्दकर्म इति त्रयाणां स्थले स्वस्य इच्छया, किन्तु अपरेषां सर्वेषाम् अन्यत्र सर्वत्र अस्ति. त्रीन् त्यक्त्वा सर्वत्र कर्मणि लादयः मताः, अन्येषां नियन्तानां कर्मणि लकारसम्बन्धः. कर्मणि अत्र प्रयोज्यकर्मणि इति अस्ति, प्रयोज्यकर्मणि अन्येषां नियन्तानाम्. अन्येषां नियन्तानां नाम बुद्धिभक्षार्थशब्दकर्म त्यक्त्वा अन्येषां नियन्तानां स्थलेषु सर्वत्र प्रयोज्यकर्मणि एव लकारसम्बन्धः, न तु प्रधानकर्मणः, न तु प्रधानकर्मणि. प्रयोज्यकर्मणि न तु प्रधानकर्मणि लादयः लकारसम्बन्धः. यस्य लकारसम्बन्धः तस्य का विभक्तिः? प्रथमाविभक्तिः. प्रथमाविभक्तिः इति साधारणमस्ति. तर्हि मात्रा शिशुः ओदनं भोजते इति सामान्यस्थितिः अस्ति. अपवादभूतपरिस्थितिः द्वितीयं वाक्यं. द्वितीयवाक्यं किं जातम्? मात्रा शिशुं ओदनः भोज्यते, शिशुं प्रयोज्यकर्म अनुक्तः, प्रधानकर्म उक्तः भवति, अतः विभक्तौ विपरीतं भवति. हा, यत् कर्मपदम् उक्तमस्ति लकारेण तस्य का विभक्तिः? उक्तमस्ति चेत् प्रथमा विभक्ति. प्रयोज्यकर्म कर्म अनुक्तं भवति, प्रधानकर्म उक्तं भवति, अतः शिशुम् इति द्वितीया, ओदनः इति प्रथमा. हा, इति असामान्यस्थितिः. त्रिषु एव स्थलेषु तथा सम्भवति, अपरेषु सर्वत्र तत्र प्रयोज्यकर्मणि लादयः लकारसम्बन्धः इति अस्ति. समीचीनम्. अस्तु, तृतीयम् उदाहरणं पश्येम. इदानीं कः वदति इदानीं बालसुब्रह्मण्यं तत्र वदतु. अध्यापकः बालं वेदम् अध्यापयति. कर्तृप्रयोगः अध्यापकः उक्तकर्ता बालं बाल इति अनुक्तकर्ता अध्यापयति इति अन्त अनुक्तकर्ता इति कृत्वा का विभक्तिः इति भवति स्म? अनुक्तकर्ता द्वितीया विभक्ति. न न अनुक्तकर्ता इति कृत्वा कर्तृकरणीयस्थिति इति सूत्रेण का विभक्तिः भवति स्म सामान्यतया? सामान्यतया तृतीया विभक्ति. तृतीया इति भवति स्म अनुक्तकर्ता. अनुक्तकर्ता अस्ति चेत् तृतीया विभक्तिः, अनुक्तकर्म अस्ति चेत् द्वितीया विभक्तिः, उक्तकर्ता अस्ति चेत् प्रथमा विभक्तिः, उक्तकर्म अस्ति चेत् प्रथमा. हा सम्यक् अस्तु. हा तर्हि अत्र किम् अस्ति? अत्र कर्तृप्रयोगे उक्तकर्ता अनुक्तकर्ता एवमेव उक्तकर्ता अध्यापकः अनुक्तकर्ता बाल इत्यादि. तदनन्तरं कर्मणि प्रयोगे हा तर्हि अध्यापकः उक्तकर्ता इति कृत्वा प्रथमा विभक्तिः, बालशब्दः तत्र अनुक्तकर्ता इति कृत्वा तृतीया विभक्तिः इति भवति स्म. किन्तु किन्तु अध्यापयति अध्यापति तत्र बुद्ध्यातकः अस्ति इति बुद्ध्यातकः अस्ति इति कृत्वा तत्र तस्मात् तृतीया विभक्ति नास्ति, द्वितीया विभक्ति रूपे अस्ति बालम् इति, बालेन न बालम् इति. हा इति कारणात् अपि च वेदम् इति अनुक्तकर्म इति इति कृत्वा द्वितीया विभक्तिः. अनन्तरं कर्मणि प्रयोगे अध्यापकेन बालः वेदम् अध्याप्यते. अत्र अध्याप्यते इति सम्बन्धेन उक्तकर्मणः बालः तस्मात् प्रथमा विभक्ति, अनुक्तकर्मणः वेदः इति कारणात् द्वितीया विभक्ति. इति सामान्यपरिस्थितिः. अनुक्तकर्ता अध्यापकः इति सामान्यस्थितिः अस्ति. सामान्यस्थितिः. अपराधस्थितिः अध्यापकेन बालं वेदः अध्यापयति. अध्याप्यते अध्याप्यते अध्याप्यते आत्मनेपद बालः इति प्रथमाविभक्तिना अत्र द्वितीयाविभक्ति अपराधरूपं सामान्य बालः इति प्रथमाविभक्तिरूपेण अपवादरूपेण बालं वेदः अत्र प्रथमाविभक्ति. हा नाम कस्य तत्र लकारेण सह कस्य सम्बन्धः? प्रयोज्य अध्याप्यते. अत्र अध्यापकेन बालं वेदः अध्याप्यते इत्यस्मिन् वाक्ये तत्र द्वयोः कर्मपदयोः मध्ये क्रियापदेन सह कस्य सम्बन्धः? अध्याप्यते इति बालः सम्बन्धः न तथा नास्ति. अत्र लक्ष्मी भगिनी वदतु. अत्र उपरि सर्वदा उक्तकर्म अत्र उक्तकर्मपदम् अनन्तरं प्रधानकर्मपदम् इति कर्मपदद्वयम् अस्ति. उक्तकर्मपदं प्रधानकर्मपदम् इति न, प्रयोज्यकर्मपदं प्रधानकर्मपदं. प्रयोज्यकर्मपदं द्वयोः मध्ये किमपि तत्र उक्त इति भवितुमर्हति खलु? आं महोदय. अत्र कर्मणि प्रयोगे कर्मपदद्वयमस्ति, प्रयोज्यकर्मपदम् अनन्तरं प्रधानकर्मपदम्. अत्र बालः प्रयोज्यकर्मपदं, वेदः प्रधानकर्मपदं, यदि उक्तकर्मपदम् इत्युक्ते तस्य सम्बन्धः क्रियापदेन सह भवति. सामान्यतया कर्मणि प्रयोगे निजन्तवाक्येषु बालः अध्याप्यते इत्युक्ते बालपदस्य प्रथमाविभक्तिकत्वं भवति. नाम प्रयोज्यकर्मणः प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति. उपरि दत्तेन सूत्रेण सहायेन अत्र विशिष्टसूत्रेण सामान्यस्थितिः अत्र अध्यापकेन बालः वेदम् अध्याप्यते इति नाम सामान्यपरिस्थितिः इति तत्र काशिकायां द्वितीया पङ्क्तिः अस्ति या द्वितीया पङ्क्तिः तत्र सामान्यतया बालः अध्यापकेन बालः वेदम् अध्याप्यते. बालः प्रथमाविभक्तिः सामान्यरूपं. द्वितीयं वाक्यम् अध्यापकेन बालं वेदः अध्याप्यते इत्यस्मिन् वाक्ये उपरि सूत्रस्य सहायेन अत्र विकल्पेन अत्र रूपद्वयं सम्भवति. अत्र अध्याप्यते इति पदस्य सम्बन्धः वेदशब्दस्य कृते एव. अत्र उक्तकर्मपदं वेदः. हा हा हा बहु समीचीनमस्ति. बुद्धमस्ति. अस्तु जयन्ती भगिनी अग्रिमवाक्यम्. पिता बालं विद्यालयं गमयति. अत्र पिता गमयति निरन्तररूपं ति इति कर्तरिप्रयोगः. ति इत्यस्य सम्बन्धः पिता शब्देन सह इति कृत्वा पिता उक्तकर्तृपदम् अस्ति इति कृत्वा प्रथमाविभक्तिः तस्य. बहु सम्यक् अस्ति. बहु सम्यक् अस्ति. स च तर्कः बहु सम्यक् अस्ति. अस्तु अग्रे. बालम् इति प्रयोज्यकर्ता साधारणतया प्रयोज्यकर्ता अत्र साधारणतया यः कोऽपि कर्ता अस्ति अनुक्तः इति चेत् आम् तस्य तृतीया विभक्ति कर्तृकर्मणोः तृतीया. अत्र कर्तृ इति अस्ति. कर्णमिति इत्युक्ते अहं लोकयानेन विद्यालयं गच्छामि. लोकयानेन इति माध्यमम् अस्ति कर्णम् इति कृत्वा तस्य अपि तृतीया विभक्तिः अस्ति. तस्य अपि तृतीया विभक्तिः. अत्र विषयः कर्णम् इति नास्ति. कर्णम् इत्युक्ते माध्यमं साधनम्. अहं हस्तेन खादयामि. हस्तेन तत्र कर्णमस्ति. अत्र कर्तृकर्णयोः तृतीया इति कर्तृ अनुक्तमस्ति तृतीया इति अस्ति. अस्तु सम्यक् अग्रे. अत्र प्रयोज्यकर्ता अस्ति प्रयोजककर्ता पिता. प्रयोज्यकर्ता बालः. तस्य तृतीया विभक्तिः भवति स्म अनुक्तकर्ता इति कृत्वा. गमयति इति पिता उक्त इति उक्तमस्ति इति कृत्वा प्रथमा विभक्तिः. बालशब्द गमयति इति न कोऽपि सम्बन्धः. पिता गमयति इति वाक्यं सरलरीत्या वदामः चेत् पिता गमयति. तत्र एव नाम कथं जानीमः यदि बहवः नाम पितरः इति वदामः चेत् बहवः तत्र पितरः तत्र गमयति इति किं भविष्यति? पितरः परन्तु कर्मपदस्य कर्मपदसम्बन्धेन एव क्रियापदम् अपि भवति इति कृत्वा कर्तरिप्रयोगे न कर्तरिप्रयोगे किम् अस्ति कर्तृ कर्तृ कर्तरिप्रयोगे कर्त्रासम्बन्धः कर्त्रा सह सम्बन्धः अस्ति तर्हि पितरः अस्ति चेत् गमयति किं गमयन्ति इति भवति हा इति कृत्वा पिता इति तत्र प्रयोजककर्ता उक्तः अस्ति उक्तः तत्र सम्बद्धः एकवचने बहुवचने तथा अस्ति चेत् तत्र परिवर्तनमस्ति इति प्रमाणितमस्ति सम्बद्धः परन्तु अत्र प्रयोज्यकर्ता अस्ति बालः तस्य विषये नाम कर्ता पिता बाल तत्र द्वयमपि कर्ता खलु कर्ता आम् तर्हि उक्तः कर्ता अस्ति चेत् प्रथमाविभक्तिः अनुक्तः कर्ता अस्ति चेत् तृतीया विभक्तिः द्वितीयविभक्ति अत्र अपवादसूत्रेण गत्यार्थक क्रियापदमिति कृत्वा तस्य द्वितीया विभक्तिः प्रयोज्य कर्तुः द्वितीया विभक्तिः विद्यालयं तु अनुक्तकर्मपदमस्ति अतः द्वितीया विभक्तिः एव सत्यं कर्मणि प्रयोगे पित्रा बालः विद्यालयं गम्यते ते इति कर्मणि प्रयोगः ते इति कृत्वा तस्य सम्बन्धः कर्मपदेन सह अत्र बालः विद्यालयम् इति कर्मद्वयं बालः विद्यालयम् इति एव प्रयोज्य न प्रधानकर्मः अतः तदेव उक्तम् अस्ति प्रधानकर्म क्षम्यतां प्रधानकर्म विद्यालयमेव उक्तम् अस्ति उक्तपदम् अतः तस्य द्वितीया विभक्तिः ओ क्षम्यताम् उक्तपदम् इति कृत्वा विद्यालयम् इति अस्ति यत्र यत्र उक्तपदशब्दः यत्र यत्र उक्तशब्दः आगच्छति कर्मणि प्रयोगे कर्तरिप्रयोगे वा यत् पदम् उक्तमस्ति तस्य प्रथमा विभक्तिः अस्ति परन्तु अत्र तर्हि उक्तपदम् अस्ति बालः वा न न अवगच्छामि महोदय गम्यते इत्यस्य सम्बन्धः तत्र बालः कर्मणि प्रयोगे त्रीणि एकमेकम् इति सूत्रमस्ति त्रीणि एकमेकं तत्र गम्यते ते इत्यनेन सुब्रह्मण्यं तत्र वदतु कृपया साहाय्यं करोतु ते इत्यनेन अत्र कर्मपदम् उक्तं भवति उक्तकर्म भूत्वा अत्र प्रथमा विभक्तिः भवति अस्मिन् वाक्ये अत्र बालः गम्यते इति अतः बालः इति प्रयोज्यकर्म उक्तकर्म अस्ति भूत्वा अत्र तस्य प्रथमा विभक्तिः विद्यालयम् इति अत्र अनुक्तकर्म अस्ति अतः द्वितीया विभक्तिः हा सम्यगस्ति उक्त कर्ता उक्तः अस्ति चेत् प्रथमा विभक्तिः कर्म उक्तः अस्ति चेत् प्रथमा विभक्तिः यत् पदम् उक्तमस्ति तस्य प्रथमा विभक्तिकत्वं भवति कर्तृपदम् अनुक्तम् इति चेत् का विभक्तिः कर्तृपदम् अनुक्तमस्ति चेत् अत्र तृतीया भवति साधारणतया अत्र अति न सर्वत्र इति सामान्येव कर्तृपदम् अनुक्तमिति चेत् तत्र तृतीया विभक्तिः कर्मपदम् अनुक्तमिति चेत् द्वितीया द्वितीया विभक्तिः तर्हि अत्र पित्रा बालः विद्यालयं गम्यते अत्र काचिकायां तत्र पश्यतु तत्र जयन्ति भगिनी कारिकायां कारिकायाम् अस्ति कारिका अत्र उच्यते कारिका त्रिषुस्थले बुद्धिभक्षार्थयोः शब्दकर्मणां त्रिषु स्थलेषु निजेच्छया इत्युक्ते स्वस्य इच्छया स्वस्य इच्छया अन्येषां स्थल अन्येषु स्थलेषु प्रयोज्य कर्मण्य यन्तानां लादयो मताः इत्युक्ते यत्र सम्बन्धः भवति तस्य तस्य विभक्तिकत्वमेव वा लादयो मताः इत्युक्ते लकारस्य सम्बन्धः कर्तरि कर्मणि प्रयोगे लकारस्य सम्बन्धः कर्मपदेन भवति इति कृत्वा उक्तकर्मपदम् इति वदामः तत्र प्रथमाविभक्तिः प्रथमाविभक्तिः पाठः पठ्यते बालकः पाठं पठति तत्र कर्मप्रयोगे पाठः पठ्यते बालकेन पाठः पठ्यते पाठः इति लकारेण उक्तः लकारेण उक्तः इति कृत्वा प्रथमाविभक्तिः उक्तः अत्र बालः विद्यालयं द्वयोः किम् उक्तकर्म इति कथं निर्णीयते उक्त पूर्व इति कथं यतोहि अत्र कारिकायाम् उक्तमस्ति अत्र गम्यते इति अस्ति खलु गम्यते गम् धातुः गम् धातुः न बुद्ध्यार्थकः न भक्षणार्थकः न वा शब्दकर्म शब्दकर्म अर्थकः इति कृत्वा अपवादभूतं नास्ति गम् धातुः तर्हि अत्र प्रयोज्यकर्मणि एव लकारसम्बन्धः प्रयोज्यकर्मणि एव लकारसम्बन्धः न तु प्रधानकर्मणि तर्हि अत्र एकनिमेषः पुष्पभगिनी अत्र बालशब्दः तत्र प्रयोज्यकर्म अस्ति अतः लकारेण सह सम्बन्धः भविष्यति कारिकानियमेन अत्र अतः विकल्पः नास्ति यतोहि बुद्ध्यार्थकः नास्ति भक्षणार्थकः अस्ति शब्दकर्म अपि नास्ति इदानीं बुद्धम् अपवादसूत्रं न कार्यं करोति अत्र यतोहि गम् धातुः अतः प्रयोज्य कर्मपदम् एव लकारसम्बन्धपदम् अस्ति अतः तस्य अतः बालः एव प्रयोज्य कर्मपदं तस्य तस्य आम् साधारणनियमेन नियमेन तस्य प्रथमाविभक्तिकत्वं बालः इति त्रीणि एकम् एकम् इत्यनेन बालः इत्यस्य प्रथमाविभक्तिः विद्यालयम् अनुक्तकर्मपदम् अस्ति इति कृत्वा तस्य द्वितीयविभक्तिकत्वम् सम्यक् अस्ति पुष्पभगिनी प्रश्नः अस्ति वा अत्र पित्रा बालाः विद्यालयं गम्यन्ते इति तदेव सम्यक् लकारसम्बन्धः अस्ति खलु येन सह सम्बन्धः अस्ति तत्र पुरुषः वचनं तत्र परिवर्तते तदनुसृत्य बालाः गम्यन्ते पित्रा बालाः विद्यालयं गम्यन्ते अस्तु सम्यक् अस्ति अग्रिमं पश्येम समापयामः पद्मा भगिनी अग्रिमं करोतु तरुणः वृद्धम् उपवेशयति कर्तृपदमस्ति अत्र निजन्तरूपं तरुणः तरुणेन कर्तृप्रयोगे तरुणः उक्तकर्ता अस्ति इत्यनेन प्रथमाविभक्तौ अस्ति वृद्धं कर्म अत्र कर्म अस्ति उपवेशयति निजन्तरूपं तरुणेन सम्बन्धः अत्र कर्मसंज्ञा इति अन्यविषयः अत्र प्रयोज्यकर्ता कः प्रयोज्यकर्ता कः प्रयोजककर्ता तरुणः अस्ति वृद्धं प्रयोज्यकर्ता अस्ति इत्यनेन तरुणः प्रथमाविभक्तौ अस्ति कर्मपदे तरुणः तृतीयाविभक्तौ अस्ति कर्मपदं हरि ओम् वृद्ध अत्र प्रयोज्य भवती उक्तवती प्रयोज्यकर्ता अत्र प्रयोज्यकर्ता अस्ति प्रयोज्यकर्ता इति कृत्वा का विभक्तिः साधारणतया भवेत् कर्मपदे न न प्रयोज्यकर्ता अस्ति कर्मपदमिति न चिन्तनीयं प्रयोज्यकर्ता द्वितीयाविभक्तौ अस्ति हा द्वितीयाविभक्तवती पश्यति इति तु सत्यं किन्तु साधारणतया भवती शुक्रवासरे अवश्यम् आगच्छति खलु भवती नावगतवती इति भाति अत्र प्रयोज्यकर्तुः का विभक्तिः भवति इति साधारणतया राज्यभगिनी वदतु साधारणतया तृतीयाविभक्तौ अस्ति अत्र तृतीयाविभक्ति अत्र द्वितीयाविभक्तौ अस्ति किमर्थं शब्दकर्मकानां च अत्र विश् उपवेशयति इति शब्दकर्म वा अकर्मक अकर्मकधातुः अस्ति अकर्मकक्रिया अस्ति अकर्मकक्रिया अस्ति इत्यनेन द्वितीयाविभक्तौ अस्ति प्रयोजकर्ता प्रयोजकर्ता सम्यक् अस्ति अग्रे वदति वा कर्मपद प्रयोगे तरुणः कर्मणि प्रयोगे वृद्धः प्रयोज्यकर्ता उक्तकर्मकः अस्ति इत्यनेन प्रथमाविभक्तौ अस्ति कर्ता प्रयोजककर्ता तृतीयाविभक्तौ अस्ति क्रियासम्बन्धं प्रयोज्यकर्तेन अस्ति इत्यनेन वृद्धः उपवेशयति अत्र अत्र वृद्धः इति प्रयोज्यकर्म इति वक्तव्यमस्ति प्रयोज्यकर्म उक्तकर्म अस्ति उक्तकर्म अस्ति अपि च प्रयोजककर्ता प्रयोजनकर्ता तृतीया विभक्तो अस्ति तरुणेन कार्यं अत्र उक्तमस्ति अनुक्तं वा अनुक्तमस्ति अनुक्तमस्ति तत्र उपवेश्यते इति ते इति भागः तत्र तरुणेन इति शब्देन न कोऽपि सम्बन्धः वृद्धः नास्ति वृद्धः वृद्धेन अस्ति तरुणेन वृद्धाः उपवेश्यन्ते तरुणैः वृद्धः उपवेश्यते सम्बन्धः नास्ति सम्यक् अस्तु अग्रे अग्रे अग्रे समापयामः राजेन्द्रमहोदय अग्रिमं करोतु आम् आं महोदय गुरुः विद्यार्थिनं पद्यार्थं जल्पयति अत्र तु ई भागः यथा अस्ति कर्तृप्रयोगः अस्ति तत्कारणात् तत् उक्तकर्ता गुरुः अस्ति प्रथमविभक्तौ अस्ति तत् अनुक्त कर्ता विद्यार्थिनं विद्यार्थी अस्ति तत्कारणात् तत् तृतीयविभक्ति सामान्यतया भवति परन्तु अत्र जल्पयति भक्षार्थं तत्कारणात् अत्र शब्दकर्म अस्ति शब्दकर्म अस्ति तत् शब्दकर्म अस्ति तत्कारणात् तत् द्वितीयविभक्तः अस्ति यथा अस्माकम् अपादभूतसूत्रमस्ति तत्र द्वितीयविभक्ता अस्ति. पदार्थं तु अनुक्त कर्मपदम् अस्ति, तत् कारणात् तत्र कोऽपि सम्बन्धः नास्ति. गुरुः विद्यार्थिनं पदार्थं जल्पयति. कर्मणि प्रयोगे अनुक्तकर्म इति कृत्वा खलु, अनुक्तकर्म इति कृत्वा द्वितीयविभक्ति अस्तु अग्रे. इदानीं कर्मणि प्रयोगे गुरुणा विद्यार्थी पद्यार्थं जल्पयते. अत्र तु ते भागः यः अस्ति तस्य सम्बन्धः विद्यार्थी उक्तकर्म अस्ति, प्रयोजककर्म अस्ति, तत् तेन सह सम्बन्धः अस्ति. तत्कारणात् अत्र प्रथमविभक्तिः अस्ति विद्यार्थी. अत्र प्रधानकर्म अस्ति पद्यार्थं तत्र तु तत्र तु अनुक्त कर्म अस्ति, तत्र प्रधानकर्म अस्ति. गुरुणा तु अनुक्तकर्म अस्ति. अत्र भवति अनुक्तकर्ता अस्ति, तत्कारणात् अत्र तृतीयविभक्तौ भवति. गुरुणा विद्यार्थी पद्यार्थ जल्पयते. कर्तृप्रयोगे अपि पद्यार्थम् अस्ति, तत्रापि अनुक्तकर्म अस्ति, अत्रापि उभयत्र अनुक्तकर्म इति कृत्वा द्वितीयविभक्तिः. अस्तु वदतु महोदय. अत्र जल्प्यते इति अत्र शब्दकर्म भूत्वा अत्र वैकल्पिकमपि भवति किल महोदय. गुरुणा विद्यार्थिनं जल्प्यते न, किन्तु अत्र द्रष्टव्यः शब्दकर्म इति कृत्वा विकल्पः भवति स्म इति सत्यं मया द्रष्टव्यमस्ति, यतोहि तत्र नास्ति इति. जल्पयति, जल्पयति इति शब्द सत्यं, प्रश्नः सम्यक् अस्ति, किन्तु जल्पयति इति किं शब्दकर्म द्रष्टव्यमस्ति कथमस्ति. अत्र अत्र शब्दकर्म इति नास्ति नास्ति द्रष्टव्यमस्ति. अनन्तरं वदामि. विद्याभगिनी अग्रे गच्छेम. तदेव इदानीं प्रश्नः आगतः. अनन्तरं वदामि. हा अग्रे विद्याभगिनी. पिता शिशुं शुकं दर्शयति. अत्र दर्शयति इति भागेन पिता तत्र उक्तकर्तृपदम् अस्ति, प्रयोजककर्ता, तस्य प्रथमाविभक्तिः. अनन्तरम् अत्र शिशुम् इति प्रयोज्यकर्ता अनुक्तमस्ति, सामान्यतया तत्र तृतीया भवति, परन्तु अत्र दृश् इति धातुः अस्ति इति कृत्वा अत्र अपवादभूतः अस्ति, अतः तत्र शिशुः इत्यस्य द्वितीयविभक्तिः. अनन्तरं शुकम् इति उक्तकर्मपदम् अनुक्तकर्मपदं, तस्य तु द्वितीयविभक्तिः एव. कर्मणि प्रयोगे पित्रा शिशुः शुकं दर्श्यते. दर्श्यते ते इति कर्मणि प्रयोगे अत्र अत्र अपवादः नास्ति. अत्र प्रयोज्य कर्म शिशुः उक्तकर्म, अतः तस्य प्रथमाविभक्तिः. अत्र शुकम् इति प्रधानकर्म, अनुक्तम् इति कृत्वा तस्य द्वितीयविभक्तिः. पिता इति कर्तृपदम् अनुक्तम् इति कृत्वा तस्य तृतीयविभक्तिः, कर्तृकरणयोस्तृतीया इत्यनेन. हा समीचीनमस्ति, बहु सम्यक् अस्ति. लक्ष्मी भगिनी अग्रे. स्वामी देवदत्तेन कार्यं कारयति. अत्र कर्तृप्रयोगे कर्तृपदद्वयम् अस्ति, स्वामी प्रयोजककर्ता, अनन्तरम् उक्त कर्तृपदं. किमर्थं चेत् अत्र कारयति इति पदस्य सम्बन्धः स्वामी इति पदेन सह भवति, अतः उक्तकर्तृपदं स्वामी, अनुक्तकर्तृपदं देवदत्तः. क्रूधातुः अस्मिन् निजन्तपदे निजन्तवाक्ये क्रूधातुः गत्याद्यर्थक भिन्नधातुः, अतः अत्र द्वितीयाविभक्तिकत्वं न भवति. यथा सामान्यतया तृतीयाविभक्तिः प्रयोज्यकर्तुः भवति, तदर्थमेव देवदत्तेन इति आगच्छति. अत्र कार्यम् इति अनुक्तकर्मपदम् अनुक्तकर्मपदम्, अतः तस्य द्वितीया विभक्तिः. अतः स्वामी देवदत्तेन कार्यं कारयति, तथा कर्तरिप्रयोगे भवति. कर्मणि प्रयोगे अत्र कर्मपदद्वयम् अस्ति. एकमस्ति प्रयोज्यकर्मपदं, द्वितीयमस्ति प्रधानकर्मपदम्. अत्र देवदत् कार्यते इति पदस्य सम्बन्धः देवदत्तेन सह अस्ति, अतः देवदत्तः उक्तकर्मपदम्, अतः तस्य प्रथमाविभक्तिकत्वं, तदर्थं देवदत्तः कार्यते इति भवति. अत्र स्वामिना इति तृतीया विभक्तौ अस्ति, किमर्थं चेत् कर्तृकरणयोः तृतीया इत्यनेन प्रयोज्यकर्तुः तृतीया विभक्तिकत्वं, कार्यम् इति प्रयोजककर्ता अनुक्तत्वात् देवदत्तः उक्तकर्मपदं, कार्यम् इति प्रधानकर्मपदम् अपि च अनुक्तकर्मपदम्. कर्मणि प्रयोगे उक्तकर्मपदस्य उक्तकर्मपदेन सह एव क्रियापदस्य सम्बन्धः, अतः उक्तकर्मपदं प्रथमविभक्तौ भवति, अनुक्तकर्मपदं पदं द्वितीयाविभक्तौ. बहु सम्यक् अस्ति, वा सुन्दरं, बहु सम्यक् अस्ति. जगन्नाथमदन्तिनं करोतु. स्वामी कर्मकरेण उद्यानं सेचयति. अत्र सेचयति इति सामान्य सेचयति इति तद् किमपि वैशिष्ट्यं नास्ति, निजन्तरूपे. तर्हि कर्मकरेण इति प्रयोज्यकर्ता तृतीयविभक्तौ भवति. अनुक्तत्वात् प्रयोजककर्ता उक्तकर्ता तदर्थं सः प्रथमाविभक्त्या भवति. उद्यानं स्वामिना कर्मकरः उद्यानं उद्यानं कर्तरिप्रयोगे उद्यानम् इति अनुक्तकर्म, तदर्थं द्वितीया विभक्त्यामस्ति. सम्यक्, अग्रे. स्वामिना कर्मकरः उद्यानं सेच्यते इति सेच्यते इति निजन्तरूपं, तस्य सम्बन्धः कर्मकरेण अस्ति. तस्मात् कर्मकरः प्रयोज्यकर्म प्रथमाविभक्त्या अस्ति. उद्यानमिति प्रधान कर्म, तद्वितीयं भवति. प्रधानकर्म अनुक्तम् अनुक्तत्वात् अनुक्तप्रधानकर्म द्वितीयं द्वितीया विभक्त्या भवति. स्वामिना स्वामिना इति प्रयोजक अनुक्तप्रयोजक कर्ता, सः तृतीयां करण तृतीयाम् अस्ति. बहु समीचीनमस्ति. स्वामिना, यतोहि तत्र बहवः स्वामिनः सन्ति चेदपि सेच्यते इति एव अस्ति, तत्र तादृशसम्बन्धः नास्ति इति कृत्वा अनुक्तत्वात्. वा, बहु सम्यक् अस्ति, सर्वे अवगतवन्तः इति भाति. शुक्रवासरे अवश्यम् आगच्छन्तु सर्वे, किञ्चित् पुनः अभ्यासः भवतु. अस्तु, सम्यक्, धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः.